गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् गते वर्गे परत्व अपरत्वम् इति गुणौ तयोः निरूपणम् अस्माभिः कृतम् अपि च तेषां तत्र तयोः पृथिव्यादितष्टयः चतुष्टयमनोवृत्तिनि इति कुत्र कुत्र लभ्यते अपि च ते केन जायते दिक्कृतकालकृत इति तत्सर्वम् अस्माभिः अधीतम्. गतवर्ग आरम्भे श्रीराममहोदयेन यत् पृष्टं धूमाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः इत्यस्मिन् विषये वाट्साप् ग्रूप् मध्ये मया प्रेषितं. केवलं ध्वनिमुद्रणार्थं पुनः तद्वदामि. अत्र धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः इति वाक्यमस्ति. तस्य अवगमनम् एवं कर्तव्यं. धूम अधिकरणम् इत्युक्ते धूमस्य अधिकरणम्. धूमस्य अधिकरणं किं भवति? पर्वतः, नो चेत् महानसं. यः कोऽपि एकदेशपक्षः स्वीकर्तुं शक्यते धूमस्य अधिकरणत्वेन. धूमः कुत्र अस्ति? पर्वते अस्ति, महानसे अस्ति. तर्हि धूमस्य अधिकरणम् इत्यनेन किं बोध्यं? पर्वतः, महानसं. तस्मिन् अधिकरणे पर्वते नो चेत् महानसे आदेयः अस्ति, वृत्तिः अस्ति. कस्य? अत्यन्त अभावस्य. केषाम् इति वक्तव्यं. वस्तुतः बहवः अत्यन्त अभावाः सन्ति खलु पर्वते. तर्हि तेषां सर्वेषाम् अत्यन्त अभावानां वृत्तित्वं पर्वते अस्ति. तर्हि कियत् प्राप्तं? धूम अधिकरणवृत्ति अत्यन्त अभावः इति तावत् प्राप्तं. धूमस्य अधिकरणं पर्वतः, पर्वते धूमः अस्ति. तर्हि धूमः अस्ति इति कृत्वा तस्य अत्यन्त अभावः नास्ति. किन्तु धूमं विहाय बहवः बहूनाम् अत्यन्त अभावः अस्ति. तर्हि प्रत्येकम् अत्यन्त अभावस्य प्रतियोगी भवति खलु. तादृशप्रतियोगित्वं वह्नौ न भवेत्. तर्हि वह्नौ न भवेत् इति बोद्धुम् अप्रतियोगी इति पदं प्रयुक्तम्. तर्हि धूमः यस्मिन् अधिकरणे पर्वते विद्यते तस्मिन् अधिकरणे पर्वते बहूनाम् अत्यन्त अभावः विद्यते. अपि च तेषां बहूनाम् अत्यन्त अभावानां प्रतियोगिनः भवन्ति एव. तादृश बहवः बहूनां प्रतियोगिनां वह्निः एकः न भवेत्. तर्हि वह्नौ अप्रतियोगित्वं भवेत् इत्युक्ते किं? तत्र वह्निः अपि भवेत् इत्युक्ते वह्नेः अत्यन्त अभावः यद्यपि पर्वते यस्मिन् पर्वते धूमः हेतुः अस्ति तादृशपर्वते बहूनाम् अत्यन्त अभावः भवितुमर्हति. तथापि कस्य अत्यन्त अभावः न भवितुमर्हति? वह्नेः अत्यन्त अभावः न भवितुमर्हति. साध्यस्य अत्यन्त अभावः न भवेत् इति बोधः. धूम अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः. तर्हि अत्यन्त अभावी वह्निः एव अत्यन्त अभावस्य अप्रतियोगी. तर्हि वह्निः अपि च धूमः तयोः मध्ये समान अधिकरणं पर्वतः भवेत् इति अर्थः. धूमस्य यत् अधिकरणम् अस्ति पर्वतः, तस्मिन् पर्वते बहूनाम् अत्यन्त अभावनां वृत्तित्वं भवितुम् अर्हति. किन्तु केवलं वह्नेः अत्यन्त अभावः न भवेत् इति आशयः. तर्हि धूम अधिकरणवृत्ति अत्यन्त अभावः प्रतियोगी वह्निः इति एकम् उदाहरणं स्वीकृत्य उक्तं. तर्हि सामान्यरूपेण व्याप्तिरूपेण वक्तव्यं चेत् हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यम् इति भवति. धूमस्य स्थाने हेतुः इति स्थापितं, वह्नेः स्थाने साध्यम् इति स्थापितम्. हेत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यं तस्य साध्यस्य सामानाधिकरण्यं भवेत् केन सह हेतुना सह तर्हि तदेव व्याप्तिः भवति तर्हि व्याप्तिः यत्र किम् इति अन्वयव्याप्तिः अन्वयव्याप्तिः किं यत्र यत्र हेतुः तत्र तत्र साध्याभावाभावः भवेत् इति व्याप्तिः सामान्यव्याप्तिः किं भवति यत्र यत्र हेतुः तत्र तत्र साध्यम् इति भवति किन्तु व्यतिरेकदृष्टान्तस्थले अपि च व्यतिरेकव्याप्तिस्थले व्यतिरेकव्याप्तिः कुत्र भवति यत्र हेतुः केवलं पक्षे लभ्यते अन्यत्र यत्र कुत्रापि न लभ्यते तत्र केवलं व्यतिरेकव्याप्तिः एव वक्तव्यः भवति तत्र उदाहरणत्वेन व्यतिरेकदृष्टान्तः एव सामान्यतया दातव्यं भवति तादृशसन्दर्भे व्याप्तिः कथं भवति इति चेत् इदानीं जलम् इति स्वीकुर्मश्चेत् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति न वक्तुं शक्नुमः खलु तर्हि तस्य इदानीम् एतादृशं स्थापितं यत्र यत्र हेतुः तत्र तत्र साध्याभावाभावः इति वदामश्चेत् साध्याभावः भावः इत्यनेन साध्यः एव उक्तः किन्तु एतादृशं साधितम् इतोपि एकं वाक्यम् अधिकम् अस्ति इत्युक्ते यत्र यत्र साध्या यत्र यत्र हेतुः तत्र तत्र साध्याभावः भावः इति उक्तम् पुनः यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्यम् इति अपि वक्तव्यं भवति तर्हि द्वयोः व्याप्त्योः मेलनेन किं सिद्ध्यति यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति सिद्ध्यति तर्हि द्वितीयवाक्यं कथं साधितम् इत्यस्मिन् विषये एव अहम् उक्तवान् आसीत् श्रीराममहोदयेन सह साध्याभावव्यापकीभूत अभावप्रतियोगित्वम् इति भवति द्वितीयव्याप्तिः एतद् व्याप्तिं सामान्यरीत्या तत्र अर्थं स्वीकृत्य विग्रहवाक्यम् उक्त्वा पश्यामश्चेत् किं लभ्यते यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्यम् इति लभ्यते तर्हि एकं वाक्यमस्ति यत्र यत्र यत्र यत्र हेतुः तत्र तत्र साध्याभावाभावः इति द्वितीयवाक्यम् अस्ति यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्यम् इति तर्हि व्यतिरेकदृष्टान्तस्थले यत्र यत्र हेतुः इति अपि न वक्तुं शक्यते जले हेतुः एव नास्ति जले साध्यमपि नास्ति इति कृत्वा अत्र किं कुर्मः व्याप्तिद्वयं मिलित्वा यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इति तादृशं किञ्चित् दक्षिणप्राणायामं कृत्वा साधयामः अस्तु तर्हि एतद् करपत्रं पठनीयमेव तत्र बहु किमपि अस्ति अस्माभिः वर्गे साक्षात् न पठितं तथापि भवद्भिः पठनीयमेव तर्हि सर्वे पठन्तु एतादृशम् अवगच्छन्तु यदि प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु अस्तु तर्हि इदानीं कुत्र स्मः गुरुत्वम् इति अन्यतमः गुणः तस्य लक्षणम् अस्माभिः अधीतम् आद्यपतन असमवायीकारणं गुरुत्वं पृथिवीजलवृत्ति पृथिव्यां जले एव गुरुत्वं लभ्यते अपि च गुरुत्वस्य लक्षणं किम् आद्यपतन असमवायीकारणम् इति असमवायीकारणस्य लक्षणम् वयं जानीमः यत् समवायसम्बन्धेन कार्यादिकरणे स्थित्वा समवायसम्बन्धेन कार्यं जनयति तदेव असमवायिकारणं तर्हि आद्यपतनम् इति क्रिया कुत्र अस्ति कन्दुके अस्ति यदि कन्दुकम् उपरि क्षिपामः तर्हि कियत् पर्यन्तम् उपरि गत्वा तदनन्तरं तस्य स्थगनं भवति तदनन्तरं पुनः भूमिं प्रति तस्य पतनम् आरभ्यते तत्र आद्यपतनं प्रथमपतनं यदस्ति प्रथमक्रिया पतनक्रिया यदस्ति तस्य समवायीकारणं कन्दुकं तस्मिन्नेव कन्दुके गुणरूपेण गुरुत्वमिति कश्चन विशिष्टगुणः अस्ति तदेव गुरुत्वम् आद्यपतनस्य कारणम् इत्यतः इदानीं गुरुत्वं समवायसम्बन्धेन कन्दुके स्थित्वा समवायसम्बन्धेन आद्यपतनं कारयति इत्यतः गुरुत्वम् आद्यपतनं प्रति असमवायीकारणं भवति अस्तु तर्हि इदानीम् अग्रे पाठः गच्छति पतननानात्वकथनम् इत्युक्ते तत्र इदानीम् उपरि अस्ति कन्दुकं तर्हि पतनम् आरब्धम् इति चिन्तयतु तत्र व्यवधानमस्ति खलु भूमिः अपि च यत्र उपरि आकाशे कन्दुकमस्ति ततः भूमिं प्रति कन्दुकम् आगच्छति तर्हि एका एव क्रिया वा तत्र नो चेत् बह्व्यः क्रियाः सन्ति वा इत्यस्मिन् विषये इदानीं चिन्तनमस्ति अस्तु पठेम तर्हि श्रीराममहोदय आरब्धुमिच्छति वा पतननानात्वकथनम् इति 109 पेज् मध्ये पतननानात्वकथनं तत्रायम् अपरो विशेषः कन्दुकस्य उत्क्षिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनम् आरभ्यते इति प्रागुक्तं तत्र आरभ्यते इति उक्तं न तु पतनं भवति इति तत् कुतः यथा घटोत्पत्तिविचारे कपाले एकस्यैव घटस्य उत्पत्तिः भवति तथा प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते अनेकानि हि क्रमिकानि पतनानि कन्दुके उत्पद्यन्ते तत्र आद्यक्षेपणे आद्यक्षणे पतनक्रिया प्रथममस्ति तया यस्मिन् आकाशदेशे कन्दुकः ततः विभागः तद्देश आकाशकन्दुकसंयोगनाशः देशान्तर अवच्छिन्न आकाशकन्दुकसंयोग अन्तरोत्पत्तिः संयोग संयोगान्तर उत्पत्तिः पतननाशः पतनान्तरोत्पत्तिः इत्यादि क्रमेण पतनपरम्परा कन्दुके भवति परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते तत्र विशेषः कारणं भवति अस्तु वेग इति संस्कारः प्रयाण अत्र वयं कन्दुकं क्षिपामः उपरि क्षिपामः तत्र उपरि गच्छति कन्दुकः कस्मिंश्चित् क्षणे तत्र तस्य वेगः शून्यतां प्राप्नोति तदा एव पतनम् आरभ्यते तत्र कः विशेषः इत्युक्ते तत्र पतनम् आरभ्यते न तु पतनं भवति इति विशेषः न्यायिकानां मतानुसारं कथम् इति चेत् इत्युक्ते अनयोः मध्ये भेदः कः महोदय पतनम् आरभ्यते पतनं भवति कदा भवति पतनम् आरभ्यते इत्युक्ते पतनक्रियायाः आरम्भणं वा भवति पतनक्रिया आरभ्यते इति आरभ्यते न तु साक्षात् पतनक्रिया तत्र बहवः क्रियाः सन्ति भवितुमर्हति इति अग्रे वदति आचार्यः बहवः क्रियाः सन्ति तदा एव पतनं साक्षात् भवति इति अहं चिन्तयामि इत्युक्ते पतनम् आरभ्यते पतनं भवति अनयोः वाक्ययोः मध्ये कः भेदः इति चेत् पतनम् आरभ्यते इति वदामश्चेत् तत्र बह्व्यः क्रियाः सन्ति इति अवगन्तव्यं पतनं भवति इत्युक्ते एका एव क्रिया इति भेदः तयोः मध्ये घटोत्पत्तिविचारे कपाले एकस्यैव घटोत्पत्तिः भवति तथा प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते. घटोत्पत्तिकाले तत्र कार्यं घटः एकमेव अस्ति, अत्र तु कन्दुके तादृशं नास्ति, एकत्वं नास्ति, बहुत्वम् अस्ति, क्रियायाः बहुत्वम् अस्ति, अनेकानि इत्युक्ते इदानीं पश्यतु, घट कपालद्वये संयोगेन घटस्य उत्पादनम् आरब्धं, घटस्य उत्पादनम् आरभ्यते इति न वदामः खलु? सत्यं. कपालद्वयसंयोगेन घटः भवति इति वदामः. भवति एवम् अत्र न वदामः, पतनं भवति इति न वदामः, पतनम् आरभ्यते. आरभ्यते यदि आरभ्यते इति वदामः, तदनन्तरमपि इदानीं किञ्चित् जायमानमस्ति इति तत्र उल्लेखः अस्ति, परामर्शः अस्ति. किन्तु भवति इति वदामश्चेत् अभवत् इति अर्थः, एकमेव सकृत् भवति इति अर्थः. अस्तु, तदनन्तरं पञ्चक्षणप्रक्रिया अस्ति, तद्वयं जानीमः. तर्हि अन्तिमवाक्यं किमस्ति महोदय? द्वितीयपतनं, द्वितीयपतनं न गुरुत्वेन उत्पद्यते इत्युक्ते यत् कन्दुके भवति, परन्तु द्वितीयादिपतनम् इत्युक्ते यत् क्रिया क्रमेण यत् याः क्रियाः उत्पद्यते आद्यपतनस्य अनन्तरं, तत्र गुरुत्वं न कारणं भवति. तर्हि किं कारणं भवति? तत्र अग्रिमवाक्ये दत्तं, तत्र विभागः एव कारणं, संस्कारः विभागः न, वेगः. क्षम्यता, वेगाख्यः. वेगः इति कश्चन संस्कारः, आङ्ग्लभाषायां मोमेण्टम् इति वदामः खलु. मोमेण्टं, मोमेण्टं, द मोमेण्टं टेक्स् इट् पास्ट् इति वदामः खलु. तर्हि वेग आख्यसंस्कारः इत्युक्ते मोमेण्टं केवलम् आद्यपतनक्रियायाः कारणमस्ति गुरुत्वं. तदनन्तरं यदि आद्यपतनक्रिया जायते तेन वेगः इति संस्कारः उत्पद्यते, सा एव संस्कारः द्वितीयपतनं प्रति कारणं भवति. पुनः द्वितीयपतनं पुनः वेगस्य संस्कारः भवति. द्वितीयपतनेन वेगाख्यसंस्कारः, नूतनसंस्कारः उत्पद्यते, सः एव संस्कारः तृतीयपतनं प्रति कारणम् इति भवति. महोदय, संस्कारः तत्र कः आशयः महोदय? संस्कारः अत्र उक्तः, संस्कारः इति सामान्यतया मनसि इति एव संस्कारः इति वदामः, मनसि संस्कारः, संस्कारः इत्युक्ते इम्प्रेशन्, यत्किमपि इम्प्रेशन्. अस्तु, वेग आख्यसंस्कारः जायते. दि फस्ट् क्रिया कासेस् एन् इम्प्रेशन् अण्ड् थ्रू दट् इम्प्रेशन् द सेकेण्ड् क्रिया हेपन्स्. बट् आब्वियस्लि द इम्प्रेशन् वेन् यु हेव् अ क्रिया विच् इस् फाण्ड् विद् अ इम्प्रेशन् द स्पीड् विल् बि लोवर्. दट् इस् हौ इट् लूसस् स्पेस् अण्ड् इवेञ्चुलि कम्स् अण्ड् सेटल्स्. दट्स् द थिङ्किङ्ग्. अस्तु, तत्र वेगाख्यः संस्कारः विशेषः कारणं भवति. अग्रे पठतु महोदय. एवं च आदिमं पतनं गुरुत्वजन्यम् इति ज्ञापनाय ग्रन्थकृता आद्यपतनम् इति उक्तम्. इदं पतनं गुरुत्वाधिकरणे समवायेन अस्ति इति कार्यतावच्छेदकसम्बन्धः समवायः. इत्थमेव कारणत्वावच्छेदकसम्बन्धांशे अपि चिन्त्यम्. अतः समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्न कारणता गुरुत्वे भवति. तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्. अस्तु महोदय, अस्तु वदतु. एवञ्च आदिमं पतनं गुरुत्वजन्यम् इति ज्ञापनाय ग्रन्थे आदि इदं पतनं गुरुत्वाधिकरणे अधिकरणम् अस्ति तत्र कन्दुकः कन्दुकः अधिकरणम् अस्ति समवायन अस्ति गुरुत्वम् इति गुणः तत्र कन्दुके समवायन अस्ति इति कार्यता अवच्छेदकसम्बन्धः समवायः तत्र कार्यतायाः अवच्छेदकः सम्बन्धः समवायः इति अस्ति कारणतावच्छेदकसम्बन्ध अंशो अपि चिन्त्य गुरुत्वस्य कथं कार्यतावच्छेदकसम्बन्धः भवति कारणता अवच्छेदक न भवति वा महोदय न न गुरुत्वस्य गुरुत्वमिति कारणं तत्र अवच्छेदकसम्बन्धः कः समवायः समवायसम्बन्धः कार्यमपि तत्र कार्यमिति क्रिया तत्र अपि समवायसम्बन्धेन अधिकरणे कन्दुके अस्ति इति कृत्वा तत्रापि समवायसम्बन्ध अवच्छेदकः भवति हा सत्यं तर्हि अत्र पतनम् इति कार्यं पतनम् इति कार्यमपि कन्दुके समवायसम्बन्धेन अस्ति इति कृत्वा कार्यतावच्छेदकसम्बन्धः अपि समवायः एव किन्तु तत्र केवलम् आद्यपतनत्वम् आद्यपतनस्य कारणं भवति गुरुत्वम् इत्यतः स च पतनम् आद्यत्वेन अवच्छिन्ना भवति खलु आद्यत्वेन अवच्छिन्ना भवति सत्यं नो चेत् आद्यपतनमेव कार्यमिति वक्तव्यं साक्षात् तर्हि पतनम् इति वदामश्चेत् तत्र आद्यत्वेन अवच्छिन्ना भवति स च पतनम् इति अत्र लिखितमस्ति तत्र अतः समवायसम्बन्धः अवच्छिन्न आद्यपतनक्रिया आद्यपतननिष्ठकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणतागुरुत्वे अस्तु तत्र आद्यपतननिष्ठ आद्यपतननिष्ठ इति उल्लिखितः आद्यपतनक्रिया आद्यपतनम् इति अस्तु तत्र निष्ठा समवायसम्बन्ध आद्यपतने अस्ति खलु क्रिया अस्ति आद्यपतन इति क्रिया अस्ति तत्र कार्यता अस्ति तत्र तस्मिन्नेव क्रियायां तस्यामेव क्रियायां समवायसम्बन्धः अपि अस्ति समवायसम्बन्धः अस्ति तर्हि कार्यता अपि च समवायसम्बन्धः द्वयमपि समानस्तरे आगतं तर्हि एकम् अन्यस्य अवच्छिन्नः भवति समवायसम्बन्ध अवच्छिन्न आद्यपतननिष्ठ कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति तादृशकारणता आश्रयत्वं गुरुत्वस्य लक्षणम् अस्तु तर्हि इदानीं संस्कारस्य विषये पठेम वा 342 पेज् मध्ये अस्ति 342 अस्तु संस्कार त्रिविधः तत्र अस्ति तर्हि सर्वैः तत्र प्राप्तं चेत् मेहुल् महोदय भवान् पठतु महोदय आम् एकनिमिषं 342 342 संस्कारस्त्रिविधः तत्र ततः वा संस्कारस्त्रिविधः वेगो भावना स्थितिस्थापकश्चेति वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः अनुभवजन्या स्मृतिहेतुर्भावना आत्ममात्रवृत्तिः अन्यथाकृतस्य पुनस्तद् अवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः अस्तु अत्र संस्कारः त्रिविधः संस्कारः इति कीदृशपदार्थः संस्कारः इति कीदृश गुणः वा महोदय सत्यं चतुर्विंशतिः सत्यं तत्तु त्रिविधः अस्ति वेगः भावना अपि च स्थितिस्थापकः इति त्रिविधसंस्कारः वेगः इत्यस्मिन् वेगः इति पृथिव्यादि चतुष्टय अपि च मनोमात्रवृत्तिः इत्युक्ते पृथिवी जलतेज पृथ्वी जलतेज वायु एते चतुष्टय पदार्थे द्रव्ये वेगः वर्तते अपि च मनो मनसि अपि मनोमात्रवृत्तिः इत्युक्ते मनसि अपि वर्तते सत्यम् अग्रे तदनन्तरम् इदानीम् अस्माकं विवक्षा अस्ति वेगस्य विषये खलु वेगस्य विषये आम् आम् तर्हि पुनः अनन्तरं पठेम किन्तु इदानीं संस्कारः इति गुणः त्रिविधः वेगः भावना स्थितिस्थापकः इति वेगः इत्युक्ते मोमेण्टम् इति मया उक्तं भावना इत्युक्ते किम् इति चेत् मेमरि दट् इम्प्रेशन् अस्ति खलु येन स्मृतिः जायते प्रत्येकं ज्ञानेन आत्मनि भावना इति संस्कारः जायते सा भावना एव स्मृतेः उत्पन्नस्य कारणं भवति अन्यस्मिन् दिने स्मृतिः भवति चेत् स्मृतेः हेतुः भवति भावना भवति कारणं तदनन्तरं स्थितिस्थापकः स्थितिस्थापकः इत्युक्ते एलास्टिसिटि ओ एलास्टिसिटि सत्यं वेगः इत्युक्ते भावना मोमेण्टं भावना इत्युक्ते मेमरी स्थितिस्थापकः इत्युक्ते एलास्टिसिटि भवतु तर्हि अग्रे पठतु महोदय क्रमप्राप्तं संस्कारं क्रमप्राप्तं संस्कारं विभजते संस्कार इति यद्यपि सर्वत्र सामान्यलक्षणम् अभिधाय एव विभागः क्रियते ग्रन्थकृत इति इहापि यथा करणम् एव उचितं तथापि ग्रन्थस्यास्य बालप्रतिपत्तिहेतुत्वेन त्रिविधसंस्कारानुगतलक्षणस्य क्लेशसाध्यत्वेन च बालबोध्यतानर्हत्वात् साक्षात् विभागः कृतः तत्र आद्यः वेगः अयं च क्रियाजन्यः वेगजन्यश्च अनेन एव च द्वितीयादिपतनानि उत्पद्यन्ते तत्र च अतिव्याप्तिवारणाय गुरुत्वलक्षणे आद्य इति पदं सार्थकमिति निरूपितं पृष्ठसङ्ख्या 90 द्वितीया अत्र संस्कारः इति किं तत्र विवरणमस्ति सर्वत्र सामान्यलक्षणम् अभिधाय एव विभागः क्रियते ग्रन्थकृता इति इहापि अस्तु सामान्यलक्षणं स्वीकृत्य विभागः इति ग्रन्थे ग्रन्थकृता इति क्रियते परन्तु करणम् एव उचितं तथापि ग्रन्थस्यास्य बालप्रतिपत्तिहेतुत्वेन इति अहं न ज्ञातवान् किम् इति बालप्रतिपत्तिः महोदय अत्र सामान्यग्रन्थकृता इत्युक्ते तर्कसङ्ग्रहकारः अस्ति खलु आम् आम् तस्य शैलीं प्रति अत्र उक्तमस्ति सामान्यतया तर्कसङ्ग्रहग्रन्थकारः कथं किमपि वदति प्रथमं लक्षणं वदति उदाहरणार्थं परापरत्वव्यवहार असाधारणकारणे परत्वापरत्वे इति लक्षणं कृतं लक्षणं कृत्वा गन्धवती पृथिवी इति प्रथमं लक्षणं कृत्वा तदनन्तरं तस्य सः त्रिविधः द्विविधः इति तदनन्तरं तस्य वैविध्यं वदति सत्यं सामान्यतया किन्तु अत्र किं पश्यतु संस्कारस्त्रिविधः संस्कारस्य लक्षणम् अत्र न उक्तं न उक्तं प्रथमं तु विभागः एव आरम्भे एव तस्य त्रैविध्यम् उक्तं किमर्थम् इति अत्र वदति अत्र बालबोधकाय एतत् कृतम् इति कृत्वा इदानीं वेगः इति मोमेण्टम् अस्ति भावना इति आत्मनि जायते स्थितिस्थापकः इति कश्चन भिन्नसंस्कारः द्रव्ये अस्ति तर्हि त्रयाणाम् एकमेव लक्षणं न वक्तुं शक्यते खलु सत्यं सत्यम् अत एव वेगः कुत्र जायते कन्दुके जायते स्थितिस्थापनमपि कुत्र जायते द्रव्ये जायते किन्तु भावना कुत्र जायते आत्मनि जायते अपि च तेषां लक्षणं भिन्नभिन्न अस्ति इति कृत्वा अत्र लक्षणं न उक्तं, केवलं साक्षात् प्रथमं तस्य वैविध्यम् उक्तं. वैविध्यम् उक्तं, सत्यं सत्यम्. अस्तु अस्तु. तदनन्तरम् इदानीं वेगः इति अपि न उक्तम्. अत्र पश्यतु, वेगः पृथिव्यादि चतुष्टय मनोमात्र वृत्तिः इत्येव उक्तं, कुत्र लभ्यते इत्येव उक्तं. सत्यं, तस्य लक्षणमेव न कृतं. किन्तु भावनायाः लक्षणं कृतम्, अनुभवजन्या स्मृतिहेतुः भावना इति स्मृते इति भावनायाः लक्षणम् उक्त्वा आत्ममात्रवृत्तिः कुत्र लभ्यते इति उक्तं. कुत्र इति उक्तं, सत्यं. तदनन्तरम् अन्यथा कृतस्य पुनस्तदवस्थापक तदवस्थापादकः स्थितिस्थापकः इति स्थितिस्थापकस्यापि लक्षणम् उक्तम्. तदनन्तरं कटादिपृथिवी वृत्तिः इति कुत्र लभ्यते इत्यपि उक्तं, किन्तु वेगस्य लक्षणमेव न उक्तम्. न उक्तं, सत्यम्. इति अत्र उक्तम् इति प्रतिपादयति अस्य ग्रन्थकारः, विद्याधर्याः ग्रन्थकारः एवं वदति. अस्तु, तर्हि वेगस्य लक्षणं किम्? क्रियाजन्यवेगः. सत्यं, क्रियाजन्यः वेगः. क्रियाजन्यः वेगः. तदनन्तरं वेगजन्यश्च इति उक्तम्, इत्युक्ते किम्? अयं च क्रियाजन्यः वेगजन्यश्च. अत्र विभागः इति विभागः नास्ति, वेगः. अत्र अद्यः वेगः, अयं च क्रियाजन्यः. ओ, वेग वेगजन्यश्च. वेगः अपि वेगेन एव जन्यः, अन्यत् अन्यत् एकं वेगेन जन्यः. अतः यथा संयोगज तत्र क्रिया कर्मजसंयोगः संयोगजसंयोगः इति अस्माभिः अधीतं. देन् कर्मजविभागः विभागजविभागः इति यथा अधीतं, तथा कर्मजवेगः वेगजवेगः. सत्यं सत्यम् इति अत्र लिखितं. क्रियाजन्यः इत्युक्ते कर्मजः वेगः, वेगजवेगः. सत्यं. तर्हि अत्र अत्र केवलम् अत्रापि वैविध्यं, वेगस्य वैविध्यम् उक्तं, क्रियाजः कर्मजः वेगजः इति द्वैविध्यम् अस्ति इति. तदनन्तरम् इदानीमपि अत्र लक्षणं न उक्तं, तदनन्तरं पठतु. अनेन एव च द्वितीयादिपतनानि उत्पद्यन्ते. तदेव कारणमस्ति द्वितीयपतनस्य. प्रथमं वेगं तु क्रियाजन्य अस्ति. वेगः इति द्वितीयपतनादि पतनस्य कारणं भवति. महोदय, पुनः वदतु, भवता यदुक्तम्. अहं मन्ये प्रथमवेगः यत् कन्दुके भवति तत् क्रियाजन्यः. द्वितीयवेगः तु वेगजः अस्ति. अतः द्वितीयपतनस्य कारणं वेगज वेगः इति. बहु समीचीनं. तर्हि आद्यपतनं गुरुत्वेन जायते, आद्यपतनेन कर्मजवेगः जायते, कर्मजवेगेन वेगजवेगः जायते इति क्रमः. बुद्धं खलु? आद्यपतनेन गुरुत्वेन आद्यपतनं जायते. प्रथमं तु गुरुत्वं, गुरुत्वेन आद्यपतनं, आद्यपतनेन वेगः, कर्मजवेगः, कर्मजवेगेन वेगजवेगः इति क्रमः. तर्हि इदानीं भवानेव लक्षणवाक्यम् ऊहां करोतु. अत्र लक्षणवाक्यं न दत्तम्. आम् आम्. क्रिया, ओ अस्तु, क्रियाजन्यवेगजन्यश्च इति एव वेगस्य लक्षणवाक्यं. न तत् तद् लक्षणवाक्यं नास्ति खलु. वेगः द्विविधः, एकः कर्मजः, अन्यः विभागजः वेगजः इति उक्तं. लक्षणवाक्यं वदतु. लक्षणवाक्यं वेग अत्र न दत्तं, वयमेव ऊहां कर्तुं शक्यते यावद् ज्ञास्यामः तद् आधारीकृत्य. वेगस्य लक्षण किम्? अस्तु महोदय, गुरुत्वस्य लक्षणं वदतु एकवारं. पूर्वे एव दत्तं खलु, आद्यपतन असमवायीकारणम्. असमवायिकारणं सत्यम्, आद्यपतन असमवायिकारणं गुरुत्वम्. अस्तु, तर्हि आद्यपतनम् अत्र न वक्तुं शक्यते. न, आद्यपतनम् इत्यस्मिन् स्थाने किं वक्तव्यं? द्वितीयपतनम् अथवा द्वितीयादि इति वदतु. ओ, द्वितीयादि, हा सत्यं, द्वितीयादिपतन पतन असमवायिकारणम्. अस्तु, असमवायिकारणमस्ति वा इति निरूपयतु. वेगः कुत्र अस्ति इदानीं? वेगः पतन आद्यपतने अपि अस्ति, द्वितीयादिपतने. वेगः आद्यपतने नास्ति, वेगः इति गुणः खलु. आम् आम्, गुणः क्रियायां भवितुमर्हति वा? वेगः इति गुरुत्वे भवति वा? द्रव्ये, कन्दुके, कन्दुके. हा सत्यं, कन्दुके, कन्दुके एव भवति. तर्हि वेगाख्यसंस्कारः कन्दुके अस्ति, केन सम्बन्धेन? समवायसम्बन्धेन. समीचीनं, तर्हि समवायसम्बन्धेन वेगाख्यसंस्कारः कन्दुके स्थित्वा किं कार्यं जनयति? पतनक्रिया, द्वितीयादिपतनक्रिया. द्वितीयादिपतनक्रिया, हा द्वितीयादिपतनक्रिया. क्रिया केन सम्बन्धेन कन्दुके अस्ति? क्रिया अपि समवायसम्बन्धेन कन्दुके अस्ति. बहु समीचीनं, तर्हि वेगाख्यसंस्कारः अपि समवायसम्बन्धेन कन्दुके अस्ति. तेन या क्रिया जायते, द्वितीयादिक्रिया, सा क्रिया अपि समवायसम्बन्धेन कन्दुके अस्ति इति कृत्वा इदानीम् असमवायिकारणं भवति खलु? आम् आम्. तर्हि इदानीं लक्षणवाक्यं वदतु. वेगः समवायसम्बन्धेन कार्याधिकरणं. लक्षणवाक्यं तद् निरूपणम् अनन्तरं कुर्मः, लक्षणवाक्यम् इदानीं. द्वितीयादिपतन असमवायिकारणं वेगः. उत्तमं, तदेव इदानीम् अस्माभिः एव कृतं खलु. द्वितीयादि पतन असमवायीकारणं वेगः इति लक्षणम् अत्र पुस्तकेन दत्तं, किन्तु एतादृशमेव नैयायिकाः चिन्तयित्वा लक्षणवाक्यं दास्यन्ति. अत्र इदानीं द्वितीयादि असमवायीकारणम् इति उक्तत्वात् गुरुत्वे अतिव्याप्तिः न भवति. न भवति, सत्यम्. आद्यपतने एव गुरुत्वमस्ति अतः. सत्यम्, अपि च असमवायीकारणम् इति उक्तत्वात् आकाशे अतिव्याप्तिः न भवति. दिशि अतिव्याप्तिः न भवति, काले अतिव्याप्तिः न भवति. तानि सर्वाणि साधारणकारणानि खलु. सत्यं, साधारण. पतनं कुत्र जायते? आकाशे एव जायते खलु. आम् आम्, सत्यम्. आकाशे जायते इत्यतः आकाशः कारणं भवति, किन्तु साधारणकारणं भवति. आम् आम्. तर्हि असमवायीकारणम् इति उक्तत्वात् आकाशे अतिव्याप्तिः निवारितः. पतनमपि काले भवति इति कृत्वा असाधारणकारणम् इति उक्तत्वात् काले जायमानकारणत्वे तत्र अतिव्याप्तिः निवारितः भवति. सत्यं, सत्यं. तर्हि द्वितीयादि पतन असमवायीकारणं वेगः, कारणं वेगः इति वदामश्चेत् इदानीं तदेव लक्षणवाक्यम्. द्वितीयादि पतन असमवायिकारणं वेगः. हा, बहु समीचीनं. तर्हि इदानीं वेगः कः इति अस्माभिः अधीतं. गुरुत्वं केवलम् आद्यपतनस्यैव कारणं भवति इति लिखितमस्ति. तत्र हा, तत्रापि वर्तते, कुत्र लभ्यते इति चेत् वेगः द्रव्ये एव द्रव्ये एव पृथिवी जल कुत्र कुत्र वर्तते. हा, अत्र पश्यतु, वेगः पृथिव्यादिचतुष्टय मनोवृत्ति मात्रवृत्तिः. तर्हि वेगः कुत्र भवति? कन्दुकमिति पार्थिवद्रव्यमस्ति खलु. तत्र वेगः भवति. यदि जलं स्वीकृत्य उपरि क्षिपामश्चेत् तदपि अधोभागे अधः पतति. तर्हि तत्रापि वेगः अस्ति. वायौ अपि वेगः अस्ति खलु. वायः वायुः पवति. अग्नौ अपि वेगः अस्ति. मनः अपि बहुवेगेन शरीरे सञ्चरति. इति कृत्वा मनसि अपि वेगः अस्ति. ओ अस्तु अस्तु, हा तदेव भ्रमः अस्ति तत्र. मनसि वेगः कथमस्ति? हा तर्हि मनसि अपि वेगः भवितुम् अर्हति इति कृत्वा अत्र पञ्चसु द्रव्येषु वेगः भवितुम् अर्हति, तस्य वृत्तित्वम् अस्ति इति उक्तम्. अस्तु, इतोपि अधिकं चिन्तयितुं शक्यते. इत्युक्ते लाघवार्थं किमर्थं वा एका एव क्रिया? यदि एका एव क्रिया अत्र द्वितीयादिपतनं वेगेन न भवति इति वदामश्चेत् कः क्लेशः इति अपि चिन्तयितुं शक्यते. तस्मिन् विषये चिन्तनं न प्रवर्तितम् अत्र. किन्तु अस्माभिः एव चिन्तयितुं शक्यते, चिन्तनीयमपि. भवतु एका एव क्रिया, तस्य कारणं गुरुत्वम् इति वदामश्चेत् कः क्लेशः इति सर्वे चिन्तयन्तु. चिन्तयित्वा भवतः चिन्तनं किम् इति वाट्साप् ग्रूप् मध्ये प्रेषयन्तु. अत्र अत्र अस्मिन् विषये न चिन्तितं खलु, किमर्थम् एका एव क्रिया इति न स्वीकृतं? वेगः आद्यपतनस्य एव कारणं गुरुत्वं, द्वितीयादि पतन असाधारणकारणं वेगः इति किमर्थं स्वीकृतम्? वेगः अस्ति इति तु तत्र संस्कारः केनापि इन्द्रियेण न गृह्यते खलु. धर्म अधर्मसंस्काराः केनापि इन्द्रियेण न गृह्यते. तर्हि अनुमानेन एव वेगः अस्ति इति स्थापितम्. किमर्थं वेगः अस्ति इति निरूपणीयं खलु. यथा विभागः किमर्थम् अस्ति इति अस्माभिः निरूपितं बहु किमपि चिन्तयित्वा. विभागः इति गुणः अनुमानेनैव साधितम्. एवं वेगः किमर्थं स्वीकरणीयम् इत्यस्मिन् विषये सर्वे चिन्तयन्तु. अस्तु, इदानीम् अग्रे सरेम. पुनः 110th पेज् मध्ये आगच्छतु महोदय. अस्तु, जले गुरुत्ववशात् आद्यपतनम्. अत्र उक्तमस्ति खलु वेगः जले अपि भवति इति. आम् आम् सत्यं सत्यं, तत्रापि जले अपि चिन्तनं, जले अपि तादृशमेव इति. पठतु महोदय. अस्तु, जले गुरुत्ववशात् आद्यपतनं सर्वमिदं कन्दुकरूपपृथिव्यां यथा चिन्तितं तद्वदेव जले अपि शक्नुमः चिन्तयितुं. जलमपि उत्क्षिप्तं गुरुत्ववशात् पतति. रात्रौ अन्धकारे अरण्यादौ सञ्चाराय वस्त्रादिसंवेष्टनेन तैलसंयोगेन च दीपविशेषम् उपादद्महे. प्रज्वलिते तस्मिन् तैलाध्यके सति तद्बिन्दवः ज्वलन्तः एव पतन्ति. तैले हि सन्ति केचन पार्थिवांशाः, जलीयाश्च भूयशः. उभयत्रापि अस्ति गुरुत्वमिति तद्वशात् बिन्दुषु पतनक्रियोत्पत्तिः. हा अस्तु, अत्रापि कन्दुकरूपे रूपपृथिव्यां यद् वयं चिन्तितवन्तः तदेव अत्रापि जले अपि वयं चिन्तयितुं शक्नुमः इति दत्तं. किमर्थम् इत्युक्ते जलमपि यदि वयम् उपरि क्षिप्तामः चेत् गुरुत्ववशात् गुरुत्वेन तत् अपि पतति अधोभागे. अपि च रात्रौ वयं वयं जानीमः अन्धकारः अस्ति, अतः यदि वने यदि गच्छामि इति इच्छा अस्ति चेत् तत्र वस्त्रम् इत्यादि संवेष्टनेन यदि वयं मशालः इति रचितवान् तर्हि तत्र तैलसंयोगेन यत्र वयं मशालः इति प्रज्वलयामहे तत् प्रज्वलिते तत्र यदि अधिकं तैलमस्ति चेत् तैलस्य बिन्दवः अधोभागे पतन्ति गुरुत्वेनैव. किमर्थम् इत्युक्ते तैले अपि केचन पार्थिव अंशाः सन्ति, अतः एव जलमपि भूयशः इव अस्ति, पृथिवी इव अस्ति, उभय अतः उभयत्र गुरुत्वम् इति अस्ति. तदेव कारणमस्ति बिन्दुषु पतनक्रियाः क्रियायाः अथवा बिन्दुषु पतनक्रियोत्पत्तेः कारणं गुरुत्वम् इति अत्रापि अस्ति. महोदय, अत्र किञ्चित् इतोपि अवगन्तव्यं भवता. अस्तु, पश्यतु, प्रथमवाक्यं यदस्ति तद् भवता यदुक्तं तत् समीचीनं. जलम् उपरि क्षिपामश्चेत् अधो अधः पतति पुनः, तत्रापि आद्यपतनस्य कारणं गुरुत्वम् इति उक्तम्. गुरुत्ववशात् पतति. तावत्पर्यन्तं जलस्य विषये चिन्तनं. तस्मात् अग्रिमं यद्दत्तमस्ति रात्रौ अन्धकारे इति, तद् इदानीं तेजसः विषये. अस्तु, कोऽपि पृच्छति इदानीं तत्र किमिति आङ्ग्लभाषायां किं वदामः तस्य, मलाशः, मशालः, मशालः इति हिन्दीभाषे, हिन्दीभाषा तत्र आङ्ग्लभाषायां किं वदामः, टार्च्. टार्च्, अस्तु, टार्च् मशालं पश्यामश्चेत् मशालात् अग्निः पतति खलु, अग्निः पतति इव दृश्यते. See, when the oil is leaking, along with the burning oil is falling down. Kalu. Tadeva chitre pradarshitam. Pashyati va? Shatyam. Haan. Atra chitram pashyatu sarve. Atra bindavaha santi, tasya tatra jvalanam api pradarshitam asti. Bindavaha jvalanam krutva patati. पतन्ति खलु. तर्हि कथं दृश्यते इति चेत् तेजः पतति इव दृश्यते. इट् अपियर्स् एस् दो फैर् इस् फालिङ्ग् डौन्. किन्तु इदानीम् अस्माकम् अत्र लक्षणवाक्यं पश्यामश्चेत् आद्यपतन असमवायीकारणं गुरुत्वम्. गुरुत्वं कुत्र लभ्यते? पृथिवीजलवृत्ति इति एव उक्तं. गुरुत्वं तेजसि नास्ति, वायोपि नास्ति, तर्हि केवलं पृथिव्याम् अपि च जले गुरुत्वं वर्तते इति लक्षितम्. किन्तु इदानीम् अस्माकम् अनुभवः कः? तेजः पतति इति भाति. तर्हि तेजः पतति, भवान् किं वदति? तत्र तेजः पतति पतनक्रिया एव नास्ति. यदि पतनक्रिया नास्ति इति वदामश्चेत् तर्हि तत्र गुरुत्वं नास्ति इत्यतः पतनक्रियापि न भवति इति अङ्गीकर्तव्यं. किन्तु दृश्यते, अनुभवः अस्ति, तेजः पतति इव दृश्यते, तस्य कारणं वदतु इति आपादनं करोति. अत्र पश्यतु, प्रज्वलिते तस्मिन् तैलाधिक्ये सति तद्बिन्दवः ज्वलन्तः एव पतन्ति. तर्हि अत्र किं पतति? तेजः पतति इव भाति. किन्तु तैले हि सन्ति केचन पार्थिवांशाः, जलीयाश्च भूयशः. तर्हि तैले जलीय अंशाः अपि सन्ति, पार्थिवांशाः अपि सन्ति. पार्थिवांशे जलीयांशे गुरुत्वम् अस्ति इति कृत्वा ज्वलिततैलं तत्र तेजः पतति इव भाति. किन्तु तत्र तेजः पतत्येव, इत्युक्ते यु केन् सी फायर् इस् ड्रापिङ्ग्. किन्तु तेजसि विद्यमानपतनक्रियायाः कारणं तेजसि विद्यमानगुरुत्वं नास्ति. तेजः कुत्र अस्ति? तैले अस्ति. तैले किमस्ति? तैलं कीदृशम् इति चेत् पार्थिवं जलीयमस्ति, पृथिव्यां जले तु गुरुत्वमस्ति इत्यतः तस्मिन् विद्यमानतेजः अपि पतन्ति इव भासते, पतति इव भासते, तत् केवलम् अवभासः एव, वस्तुतः तत्र गुरुत्वं नास्ति इति अत्र उक्तं। बुद्धं वा? आं महोदय, बुद्धं बुद्धं। हा, तर्हि रात्रौ इति आरभ्य अत्र आपादनं, पूर्वपक्षिणः आपादनमस्ति, तस्य प्रतिपादनम् उपपादनमपि कृतं, भोः अत्र तेजः न पतति, किन्तु तेजः कुत्र अस्ति? तैले अस्ति। तैले किम् अस्ति? पार्थिव तैलः तु पार्थिवद्रव्यं, जलीयद्रव्यं मिश्रणं कृत्वा तैलमस्ति, तैले द्रवत्वमस्ति इति कृत्वा तत्र जलीयं वक्तव्यं भवति, कश्चन जलीय अंशाः अपि सन्ति इति वक्तव्यं भवति, पार्थिव अंशाः अपि सन्ति एव, तर्हि तत्र तेजः अस्ति इति कृत्वा तेजः पतति इव भासते, किन्तु वस्तुतः तेजे तेजसि गुरुत्वमेव नास्ति, तेजस्य पतनं न भवत्येव इति अत्र उक्तम्। तदेव अग्रे दत्तं। हा, अस्तु, शिवराम महोदय अग्रे पठति वा? शिवराम महोदय। आम्, गुरुत्वरहिते तेजसि तर्हि कथं पतनं, तदा एव न? गुरुत्वरहिते तेजसि तर्हि कथं पतनं, तर्हि ज्वलत्सु तेषु पृथ्वीजलयोः यथा पतनं तथा तेजसि अपि पतनं भवति, न हि तत्र गुरुत्वम् अस्ति। वक्षते च ग्रन्थकृता गुरुत्वं पृथ्वीजलवृत्ति इति ग्रन्थेन, तथा च गुरुत्वाभावेऽपि तेजसि पतनम् इति कारणत्वेन अभिमतस्य गुरुत्वस्य असत्त्वे अपि कार्योत्पादात् व्यतिरेकव्यभिचारः इति चेत्, इति आप इति चेत् इति प्रश्नः क्रियते, तर्हि व्यतिरेकव्यभिचारः इत्युक्ते किं किं महोदय? व्यतिरेकव्यभिचारः अन्वयः इत्युक्ते अस्ति अस्ति इति भवति, व्यतिरेकः इत्युक्ते नास्ति नास्ति इति भवति, सहचारः इत्युक्ते द्वय स्थलद्वये अपि अस्ति अस्ति इति भवति, व्यभिचारः इत्युक्ते एकस्य अस्ति इति भवति अन्यस्य नास्ति इति भवति, तत्सत्त्वे तत्सत्त्वम् इति अन्वयसहचारः, तदभावे तदभावः इति अन्वयव्यभिचारः, तत्सत्त्वे तदभावः इति, क्षम्यताम्, तदभावे तदभावः इति व्यतिरेकसहचारः, अस्तु, तत्सत्त्वे तदभावः इति अन्वयव्यभिचारः, तदभावे तत्सत्त्वम् इति व्यतिरेकव्यभिचारः, तदभावे तत्सत्त्वम् इति व्यतिरेकव्यभिचारः, तर्हि अत्र कथं वा व्यतिरेकव्यभिचारः, कस्य अभावः, कस्य सत्त्वमस्ति अत्र? तेजसि गुरुत्वं नास्ति न? हा, गुरुत्वाभावे, गुरुत्वाभावे गुरुत्वाभावेपि पतनं इति, सत्यं, पतनसत्त्वं, बहु समीचीनं, पतनसत्त्वं, गुरुत्वाभावे पतनं, पतनसत्यम् इति कृत्वा इदानीं व्यतिरेकव्यभिचारः जातः इति आपादनं करोति, तर्हि गुरुत्वे तेजसि गुरुत्वं नास्ति, तथापि तेजः पतत्येव, अस्माभिः अनुभवः अस्ति, तत् कथं व्यतिरेकव्यभिचारः जातः, किं वदति इति चेत्, अस्तु अग्रे पठतु महोदय। सत्यं भवति पतनं पृथ्वीजलसंयुक्ते तेजसि यथा दर्शितस्थले, तत्र तु पृथ्वीजलयोः गुरुत्वं परस्परसम्बन्धेन तेजसि स्थित्वा, परम्परा आमां परम्परासम्बन्धेन तेजसी स्थित्वा आद्यपतनं जनयति. तादृशसंयोगरहितस्य तु तेजसः पतनं न भवति एव. अस्तु महोदय, तावत् किञ्चित् वदतु. तत्र परम्परासम्बन्धेन तेजसी स्थित्वा आद्यपतनं जनयति. परम्परासम्बन्धः कः? तत्र टिप्पण्यां दत्तमस्ति खलु? हा, स्वाश्रयसंयुक्तत्वमिति लिखितमस्ति. स्वाश्रयसंयुक्तत्वं, तर्हि स्व आश्रयसंयुक्तत्वम् इत्यस्य विवरणं किञ्चित् ददातु. स्वम् इत्युक्ते किम्? आश्रयः कः इति वदतु. स्वस्य आश्रयः, स्वाश्रयः, स्वस्य एव आश्रयः. अत्र स्वम् इत्युक्ते किम् अस्मिन्? स्वस्य आश्रयः, स्वाश्रयः, तत्र षष्ठी तत्पुरुषसमासः इति तु सत्यं, किन्तु स्व इत्यनेन किम् उक्तं? स्व इति सर्वनामपदमस्ति खलु? आम्, स्व किम् उक्तम् अत्र? गुरुत्वं वा? सत्यं, बहु समीचीनं, गुरुत्वम् एव. स्व इति गुरुत्वं, स्व आश्रयः कः? पृथ्वीजलयो, पृथ्वी तथा जल, पृथ्वी तथा जलं, पृथ्वी तथा जलं, गुरुत्वं कुत्र अस्ति? पृथ्वी जल जलयोः, पृथ्वी तथा जलम्, आम्, जलयोः मध्ये. तर्हि स्व आश्रयम् इत्युक्ते पृथ्वीजलं. पृथ्वीजल, तत्र पृथ्वीजलयोः पृथ्वीजलाभ्यां किं संयुक्तमस्ति? गुरुत्वं. न, गुरुत्वस्य आश्रयः पृथ्वीजलम्. पृथ्वीजले, अस्तु, पृथ्वीजले पुनः किं संयुक्तमस्ति? तर्हि यद्यपि गुरुत्वं साक्षात् तेजसि नास्ति, स्व आश्रयसंयुक्तसम्बन्धत्वेन पृथिवीजले विद्यमानगुरुत्वं तेजसि आगतम्. तेन तेजः, तेजसि आद्यपतनं जनयति गुरुत्वं. पृथिवीजलयोः विद्यमानगुरुत्वं स्व आश्रयसंयुक्तत्वसम्बन्धेन तेजसि स्थित्वा तेजसि आद्यपतनं जनयति. यदि तादृशसंयोगरहितः अस्ति तर्हि तेजसः पतनं न भवत्येव इति अत्र लिखितम्. अस्तु, अग्रे पठतु. तथात्वे प्रज्वलिते करदीपे केषाञ्चित् तेजोभागानां पतनम् अनुभूयेत. ततश्च गुरुत्व अभावात् न तेजप्रभृतिद्रव्येषु पतनं. कदाचित् अनुभूयमानं तु वायौ सदागतिमत्वस्वभावात् तस्य क्रियाविशेष एव, न तु पतनं. तस्य गुरुत्वमात्र जन्यत्वस्वीकारात्. इत्थश्च आद्यपतनसमवायिकारणत्वेन गुरुत्वे ज्ञाते, तत् लक्षणमपि सुगमम्. अस्तु, तर्हि प्रथमवाक्यद्वयं प्रतिपादयति. तथात्वे प्रज्वलिते करदीपे केषाञ्चित् तेजोभागानां पतनम् अनुभूयेत. तेजोभागानां किञ्चित् पतनं तत्र अनुभूयेत, वयम् अनुभवामः. न, अनुभूयेत इति अस्ति. अनुभूयेत नाम विधिलिङ्ग. तेजोभागानां पतनं अनुभूयेत कुत्र? करदीपः अस्ति, करदीपतः केचन तेजोभागानां तत्र पतनं तत्र भवितुम् अर्हति. अस्तु महोदय, अत्र करदीपः इत्युक्ते किम्? करदीप, प्रज्वलिते करदीप, करदीप नाम हस्ताया दीपः अस्ति, सः करदीप. न न, अत्र टिप्पण्यां दत्तमस्ति खलु, टार्च् इति लिखितमस्ति. हा टार्च् इत्युक्ते बेटरि आपरेटेड् टार्च् इति अवगच्छतु. तर्हि बेटरि आपरेटेड् टार्च् मध्ये अपि तेजः अस्ति खलु, ततः प्रज्वलनम् अस्ति, प्रकाश्यते टार्च् लैट्. किन्तु ततः यथा मशालात् तेजः पतति तथा बेटरि आपरेटेड् लैट् तः करदीपात् प्रज्वलनं न भवति खलु, न प्रज्वलनम् अस्ति किन्तु पतनं न भवति खलु, पतनं न भवति. यदि तेजसी गुरुत्वमस्ति तर्हि बेटरी आपरेटेड् लैट् तः अपि एतादृशपतनं दृश्येत, दृश्यताम् किन्तु न दृश्यते. अतः ततश्च गुरुत्व अभावात् न तेजः प्रभृति द्रव्येषु पतनं, तेजः प्रभृति इत्युक्ते तेजः आरभ्य केवलम् अत्र यद् मशालः अस्ति ततः एव तेजः पतति इव भासते, किन्तु तत्र कारणं किम् इति चेत् स्व आश्रये संयुक्तत्वसम्बन्धेन तत्र तेजस्य तेजसः पतनं जायते. किन्तु यत्र यत्र पार्थिवजलयोः संयोगः नास्ति तत्र तेजः अस्ति चेदपि तत्र पतनं न भवति, तेजः पतनं न भवति. अग्रे महोदय, कदाचित् कदाचित् अनुभूयमानं तु वायो सदागतिमत्व स्वभावात् तस्य क्रियाविशेषः एव न तु पतनं. अत्र किं लिखितमस्ति? अनुभूयमानं तु वायुमध्ये तत्र गतिमत्वस्वभावात् गति इति गुणः तत्र अस्ति, तेन तत्र किञ्चित् दृश्यते पतनं. किं दृश्यते? तत् पतनं दृश्यते. कदाचित् अनुभूयमानं वायु पतनमेव दृश्यते, पतनमेव, किन्तु तत् पतनं नास्ति इति. वायुः पतति इव दृश्यते किन्तु वस्तुतः वायुः न पतति. किमर्थं? सदा गतिमत्वस्वभावात् गति वायुः सदा गतिमान् अस्ति, गतिमान् आमां सर्वदा सञ्चारयन् अस्ति वायुः, तदेव तस्य स्वभावः. तर्हि अधस्तात् उपरि अपि गच्छति वायुः, उपरिष्टात् अधः अपि आगच्छति. उपरिष्टात् यदा अधः आगच्छति तदा वायोः पतनम् अस्ति इति भासते, किन्तु तद् नास्ति. वस्तुतः वायोः पतनमेव न भवति. किमर्थं? वायौ गुरुत्वं नास्ति इति कृत्वा पतनं न भवति. अस्तु अग्रे महोदय, तस्य गुरुत्वमात्रजन्यत्वस्वीकारात् तस्य गुरुत्वमात्रजन्यत्वस्वीकारात् नाम गुरुत्वेन एव पतनं भवति. तस्य गुरुत्वमात्रजन्यत्वस्वीकारात् वायोः नास्ति. तस्य इत्युक्ते पतनस्य गुरुत्वमात्रजन्यत्वस्वीकारात् नाम पतनस्य कारणं गुरुत्वम् एव अस्ति. तर्हि गुरुत्व इति गुणेन एव पतनं वायौ गुरुत्वं नास्ति, अतः वायुः पतति इति यदा कदाचित् वक्तुं शक्यते. अतः एव वयं वदामः वायुः पवते इति, न तु पतति इति. अस्तु अग्रे, इत्थञ्च आद्यपतनसमवायिकारणत्वेन गुरुत्वे ज्ञाते तत् लक्षणमपि सुगमम्. महोदय पुनः पठतु. आद्यपतन असमवायिकारणत्वेन गुरुत्वे ज्ञाते तत् लक्षणमपि सुगमम्. अस्तु, तर्हि आद्यपतनस्य असमवायीकारणमस्ति असमवायीकारणं गुरुत्वम् इति कृत्वा तल्लक्षणमपि सुगमं निरूपितम्, चित्रप्रकारे अपि सुग्राह्यः. तर्हि चित्रं निरूपयतु महोदय. आद्य आद्यपतन न आद्यपतन इति न वक्तव्यम्. इदानीम् अस्माकं लक्षणं किं? गुरुत्वं, गुरुत्वं निरूपणीयं. गुरुत्व फलनिष्ठ आद्यपतन तत्प्रकारेण फलनिष्ठ न न अत्र आद्यपतनम् इति किं, गुरुत्वम् इति किम्? गुरुत्वमिति कारणं आद्य आम् गुरुत्वमिति कारणं, गुरुत्वमिति कारणम् आद्यपतनमिति कार्यमस्ति. तर्हि आद्यपतने किमस्ति? कार्यता अस्ति खलु? कार्यता अस्ति आम्. गुरुत्वे कारणता अस्ति. तर्हि कार्यतां कारणतां स्वीकृत्य कार्यता कारणतयोः मध्ये परस्परनिरूपनिरूपकभावः अस्ति खलु? अस्ति. इति कृत्वा कार्यतां स्वीकृत्य कारणतां निरूपयतु. आद्य फलनिष्ठ अत्र पश्यतु, फलनिष्ठ आद्यपतनं कुत्र अस्ति? फले अस्ति. फले अस्ति. फलनिष्ठ आद्यपतनं केन सम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति. तर्हि समवायसम्बन्धः आद्यपतने अस्ति, अपि च कार्यता अपि आद्यपतने अस्ति इति कृत्वा समवायसम्बन्ध अवच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितनिरूपित तत्र फलमपि योजनीयं चेत् समवायसम्बन्ध अवच्छिन्न फलनिष्ठ आद्यपतननिष्ठकार्यतानिरूपित फलनिष्ठ गुरुत्वनिष्ठकारणता कारणता आश्रयः गुरुत्वम् इति भवति. पुनः वदामि, समवायसम्बन्धावच्छिन्न समवायसम्बन्धावच्छिन्न फलनिष्ठ आद्यपतननिष्ठकार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता आश्रयः फलनिष्ठगुरुत्वम् इति वक्तव्यम्. अस्तु, धन्यवादः महोदय. महोदय, भवता इदानीं यदुक्तं तत् समीचीनम् इति चिन्तयामि. तु पूर्वं 110 मध्ये प्रथमपरिच्छेद अन्ते वाक्यं यत् मया पठितं तत्र समवायसम्बन्धावच्छिन्न आद्यपदनिष्ठ कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणता इति लिखितम् अस्ति. तत्र किञ्चित् भ्रमात्मकम् अस्ति. अतः एव अग्रिमवाक्यमपि लिखितं, कारणता गुरुत्वे अस्ति, तादृशकारणता आश्रयत्वं गुरुत्वस्य लक्षणम्. अस्तु, तत्र तद् मया योजयित्वा मया इदानीम् उक्तं तावदेव. कारणता आश्रयत्वं गुरुत्वस्य लक्षणं, नो चेत् कारणता आश्रयः गुरुत्वम्. कारणता आश्रय फलनिष्ठगुरुत्वं फलमपि योजयामश्चेत् किञ्चित् स्पष्टः अस्ति कुत्र समवायसम्बन्धः अवच्छिन्न अस्ति इति. सत्यं सत्यम्. अस्तु, तर्हि भवानेव अग्रे पठतु महोदय, गुरुत्वलक्षणे अपूर्वः विचारः इति. गुरुत्वलक्षणे अपूर्वः विचारः तत्र वायवादिलक्षणेषु रूपरहितत्व ग्रूपरहितत्व अनुपादाने को दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वत् एव समवायिकारणत्वलक्षणे असमवायिकारणत्वलक्षणे च समवायावच्छिन्न तादात्म्यवच्छिन्नत्वयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये चिन्त्यते तद्वदेव च आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्न कार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् इति निरूपिते गुरुत्वलक्षणे अपि कार्यतां कारणतायां कारणतायाञ्च समवायसम्बन्धावच्छिन्नत्व निवेशनप्रयोजनं चिन्त्यम् इति अस्ति. अस्तु, इदानीमेव अस्माभिः चिन्तितं खलु, एतदेव वाक्यम् इदानीम् अस्माभिः उक्तम्. आद्यपतननिष्ठसमवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता आश्रयत्वम्. अत्र समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता इति किमर्थं वक्तव्यम्? असमवायीकारणं वक्तव्यम् इत्यतः. सत्यं. अपि च आद्यपतनं केवलम् आद्यपतनस्यैव कारणम् इति कृत्वा, तदेव कार्यम् इति कृत्वा तत्रैव कार्यता अस्माभिः उक्तम्. अस्तु, अग्रे पठतु महोदय. समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वत् आद्यपदन अवच्छेदकत्ववत् आद्यपतनत्वरूपधर्मस्यापि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्. एवं च कारणतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपपाद चिन्नत्व अनु चिन्नत्व अनुपाद पादानि अनुपादानि आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्धावच्छिन्न कारणता आश्रयत्वम् इति गुरुत्वलक्षणं स्यात्. इदानीं दलसार्थक्यं कुर्वन् अस्ति अत्र. पश्यतु, इदानीम् आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं गुरुत्वम् इति उक्तं खलु? गुरुत्वम् उक्तं, सत्यं. तर्हि इदानीं कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति न वदामश्चेत् किञ्चित् सम्बन्धः अवच्छिन्न कारणता यत्किमपि सम्बन्धः भवतु इति वदामश्चेत् कुत्र अतिव्याप्तिः भवति? तथा सति समवयकारणे कन्दुके अतिव्याप्तिः. बुद्धं वा, कन्दुके कथं वा अतिव्याप्तिः इति निरूपयतु इदानीम्. आद्यपतनं न वदामश्चेत् न न अत्र किं न वदामः? एकनिमिषं महोदय, किञ्चित् कार्यता एकनिमिषं समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्वम् न बुद्धं महोदय. अत्र महोदय अत्र पश्यतु, इदानीं भवानेव अस्तु भवानेव इदानीं गुरुत्वलक्षणस्य गुरुत्वस्य गुरुत्वलक्षणवाक्यं वदतु, निरूपयतु न्यायशैल्यम्. अस्तु, तत्र इदानीं समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितकारणता समवायसम्बन्ध अवच्छिन्न गुरुत्वनिष्ठ तत्र दोषः अस्ति. समवायसम्बन्ध अवच्छिन्न आद्यपतन निष्ठकार्यतानुरूपित समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वम् आश्रयत्वं गुरुत्वस्य लक्षणं वा? हा, बहु समीचीनम्. आद्यपतननिष्ठ समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता आश्रयः गुरुत्वं खलु? तत्र मया समवायसम्बन्ध आद्यपतनेन योजितं महोदय. तत्र कार्यतया सह योजयामश्चेत् तत्र कुत्र अवच्छेदकः भवति समवायसम्बन्धः खलु? तत्रैव मम भ्रमः अस्ति किञ्चित्. फलम् अस्ति, फले आद्यपतनम् अस्ति, आद्यपतनं फले समवायसम्बन्धेन अस्ति. सत्यम्. ओ, इदानीं धर्मः अस्ति, धर्मे एव अच्छेदकः, उपरि एव कार्यता, तदनन्तरं समानस्थले धर्मः सम्बन्धः. समीपं सम्बन्धः समवायसम्बन्धः एव भवति. न न, यद् भवता उक्तं तत् सत्यम्. इत्युक्ते आद्यपतने अपि समवायसम्बन्धः अस्ति, किन्तु इदानीं निरूप्यनिरूपकभावः तयोः मध्ये कार्यता अपि च कारणता खलु. सत्यं. कार्यता कुत्र अस्ति? आद्यपतने अस्ति. आद्यपतने सा कार्यता केन अवच्छिन्ना? कया अवच्छिन्ना? सम्बन्धसम्बन्ध समवायसम्बन्ध अवच्छिन्ना खलु. महोदय, समायसम्बन्धः धर्म धर्मधर्मिणोः धर्मधर्मिणोः मध्ये भवति. न न, इदानीं किमर्थं धर्मधर्मी इति चिन्तयति? इदानीं सम्बन्ध समवायसम्बन्धः इति सम्बन्धः खलु. सप्तपदार्थेषु एकविधः समवायसम्बन्धः. अस्तु, समवायसम्बन्धः कुत्र अस्ति? आद्यपतने अस्ति. समवायसम्बन्धः द्विनिष्ठः खलु. द्विनिष्ठः अस्ति, सत्यं. सम्बन्धः कन्दुके अपि अस्ति, आद्यपतनेति अपि. आद्यपतने अपि अस्ति. तर्हि समवायसम्बन्धः आद्यपतने अस्ति, समवायसम्बन्धे अपि आद्यपतने एव कार्यता अपि अस्ति. सत्यं. तर्हि अपि च कार्यतां स्वीकृत्य एव कारणतां निरूपयितुं शक्यते खलु. तयोः मध्ये एव कार्यकारणभावः इति कृत्वा आद्यपतननिष्ठसमवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयः गुरुत्वम् इति लक्षणवाक्यम्. तत्र अस्मिन् लक्षणवाक्ये इदानीं कारणताश्रयसम्बन्धः समवायसम्बन्धः इति त्यजामश्चेत् यत्किमपि सम्बन्धः इति वदामश्चेत् तत्र तादात्म्यसम्बन्धः भवितुमर्हति खलु. इदानीं तादात्म्यसम्बन्धः तादात्म्यसम्बन्धः अपि भवितुमर्हति. तर्हि कन्दुकं स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन आद्यपतनं जनयति. अतः तादात्म्यसम्बन्धस्य निवारणार्थं निष्कासनार्थम् अत्र कार्यता अवच्छे कारणता अवच्छेदकसम्बन्धः समवायसम्बन्धः इति वक्तव्यः. तावदत्र तत्कारणेन असमवायिकारणम् इति उक्तं लक्षणे. समीचीनम्. असमवायिकारणमिति किमर्थम् उक्तम्? यदि असमवायिकारणं नैति न उक्तं, कन्दुकमपि आद्यपतनस्य एकविधकारणमस्ति खलु. समवायिकारणमस्ति, सत्यं. तर्हि तत्र अतिव्याप्तिः भवति, तन्निवारणाय असमवायिकारणम् इति उक्तम्. अवगतं महोदय. अस्तु, अग्रे पठतु महोदय. तत्र तत्र तादृशकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणतायाः सत्त्वात् तत्रैव कन्दुके तादृश सत्यं सम्बन्धः भवितुमर्हति. कारणतायां समवायसम्बन्ध अवच्छिन्न निवेशे तु नायं दोषः. कारणतायां समवायसम्बन्ध वयं स्वीकुर्मश्चेत् दोषः नास्ति, यतोहि तन्निष्ठकारणता तादात्म्येन अवच्छिन्ना न तु समवायेन. तन्निष्ठकारणता इत्युक्ते कन्दुकनिष्ठकारणता. कन्दुकनिष्ठकारणता तादात्म्येन अवच्छिन्ना न तु समवायेन. न तु समवायेन बुद्धं खलु एतावत्. इद अवगतं महोदय तत्र. अस्तु, अग्रे मेहुल् महोदय. आं महोदय, कुत्र स्मः वयं? क्षम्यता, इदानीं 112 पेज् मध्ये गतं. तर्हि एतावत्पर्यन्तम् अस्माभिः किं चिन्तितम्? अत्र आद्यपतन असमवायीकारणम् इति उक्तं. तर्हि असमवायीकारणम् इत्यस्मिन् स्थाने समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति स्थापितं. तर्हि आद्यपतननिष्ठ समवायसम्बन्ध अवच्छिन्न कारणता निरूपित कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रय गुरुत्वं. तर्हि यदि कारणतायां समवायसम्बन्धः इति त्यजामश्चेत् कन्दुके अतिव्याप्तिः भवति इति तावत् प्राप्तं. तर्हि इदानीं कार्यतायां समवायसम्बन्धः त्यजामश्चेत् किं भवति इति चिन्तनम्। अस्तु अग्रे पठतु। आम्, कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वानुपादाने समवायसम्बन्ध अवच्छिन्नकार्यता निरूपित समवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वम् एव गुरुत्वलक्षणं स्यात्। एवं सति यत्किञ्चिद् यत्किञ्चित् असमवायिकारणे अतिव्याप्तिः। अस्तु, अत्र अत्र किं त्यक्तं, किं दलं त्यक्तम्? आद्यपतनत्व आद्यपतनत्व अवच्छिन्न कार्यता कारतयाम् इति आद्यपतनत्व अवच्छिन्न इति आद्यपतनत्वम् इति दलं त्यक्तम्। तर्हि असाधारणं कारणं गुरुत्वम् इति एव इदानीं लक्षणम्। सत्यम्, आद्यपतन असमवायीकारणं गुरुत्वम् इत्यत्र आद्यपतनम् इति त्यक्तं, तर्हि असाधारणं कारणं गुरुत्वम् इति आपतति खलु। आम् आम्, तर्हि यत्किमपि यत्किमपि असाधारणं कारणम् असाधारणं नास्ति असमवायीकारणम्, यत्किमपि असमवायीकारणं गुरुत्वस्य लक्षणं भवति, तन्नास्ति तन्नास्ति तत्र अतिगति भवति। तर्हि पठतु अग्रे। कपालद्वयसंयोगः घटस्य असमवायिकारणं घट असमवायिकारणं तस्मिन्नपि हि समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता वर्तते। कार्यस्य घटस्य कारणस्य कपालद्वयसंयोगस्य च कपाल एकस्मिन् अधिकरणे समवायेन एव सत्त्वात्। कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्व उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्ना न तु आद्यपतन आद्यपतनत्व अवच्छिन्ना इति न अतिव्याप्तिः। अस्तु, अत्र कपालद्वयसंयोगः यदि पश्यामः चेत् तत्र कपालद्वयसंयोगः इति घटस्य असमवायिकारणम् इति वयं जानीमः। तत्रापि समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता वर्तते। तत्रापि घटे एव द्वयोः वर्तते, यत्र यथा फले आद्यपतनम् अपि च गुरुत्वं द्वयोः समवायसम्बन्धेन स्तः, अत्रापि घटे अपि समवायसम्बन्ध अवच्छिन्नकार्यता अपि अस्ति, समवायसम्बन्ध अवच्छिन्नकारणता अपि अस्ति। अत्र कार्यः इति घटः, कारणं तु कपालद्वयसंयोगः, द्वयोः कपाले एव समवायेन अस्ति, एक एव अधिकरणं कपालः एव, कपालद्वयसंयोगः अपि घटः अपि एकस्मिन्नेव अधिकरणे कपाले समवायसम्बन्धेन अस्ति। कार्यतायाम् आद्यपतनत्व अवच्छिन्न अवच्छिन्नत्व उपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्न। अस्तु, कपालद्वयसंयोगस्य कार्यता घटत्व अवच्छिन्न न तु आद्यपतनत् अवच्छिन्न आद्यपतनत्व अवच्छिन्न इति न अतिव्याप्तिः। अन्तिमवाक्यं न अवगच्छामि। अत्र पश्यतु महोदय, इदानीम् आद्यपतनत्वम् इति दलं त्यजामश्चेत् सामान्य असमवायिकारणमेव लक्षणं भवति गुरुत्वस्य। तर्हि यत्किमपि असमवायिकारणम्, इदानीं कपालद्वयसंयोगः असमवायिकारणमस्ति खलु घटं प्रति, किमपि तर्हि घटम् उपरि क्षिपति चेत् इदानीं घटः अपि अधो पतति। तर्हि तत्र इदानीं घटे विद्यमानकपालद्वयसंयोगः अपि आद्यपतनस्य कारणं भवति, नो चेत् गुरुत्वम् इति भवति। तन्निवारणाय तत्र अतिव्याप्तिः भवति इति कृत्वा गुरुत्वस्य लक्षणं कथं कृतम्? आद्यपतनत्वावच्छिन्ना इति दलस्य योजनेन तत्र कपालद्वयसंयोगेन विद्यमान असमवायिकारणत्वस्य निवारणं कृतं निवारणं कृतं सत्यं. तर्हि यत्किमपि असमवायिकारणं गुरुत्वं नास्ति, केवलम् आद्यपतनत्वस्य असमवायिकारणम् एव गुरुत्वम् इति जातम्. तत्र अवगच्छामि अधुना. अस्तु अग्रे पठतु महोदय. अस्तु, परन्तु एवं सति आद्यपतनत्व अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणताश्रयत्वम् इत्येवास्तु लक्षणम् इति अवास्तु इति अवस्तु लक्षणम् इत्येव भवतु लक्षणम् इति एव तु लक्षणम्. अस्तु, कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वनिवेशनं मास्तु. अस्तु, अत्र किं किं दलं त्यक्तम्? आद्यपतन अस्तु, अत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व इति न सत्यं न त्यजतु इति त्यक्तम् इदानीं तृतीयम्. अत्र लक्षणवाक्ये त्रीणि दलानि सन्ति, आद्यपतनत्व अवच्छिन्ना इति एकम्, आद्यपतनत्व अवच्छिन्ना कार्यता, द्वितीयं समवायसम्बन्ध अवच्छिन्ना कार्यता, तृतीयं समवायसम्बन्ध अवच्छिन्ना कारणता. यदि समवायसम्बन्ध अवच्छिन्ना कारणता इति अत्र समवायसम्बन्धः त्यजामश्चेत् कन्दुके अतिव्याप्तिः. आद्यपतनत्व अवच्छिन्न कार्यता इत्यत्र आद्यपतनत्वम् इति त्यजामश्चेत् कपालद्वये मध्ये विद्यमानसंयोगः संयोगे अतिव्याप्तिः. इदानीं तृतीयदलमस्ति समवायसम्बन्ध अवच्छिन्न कार्यता इत्यत्र तत्समवायसम्बन्धः इति त्यजामश्चेत् तत्र किं भवति तदेव अतिव्याप्तिः. भवान् अग्रे पठनात् पूर्वं भवान् किं चिन्तयति? ओ आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति तावदेव वदामश्चेत् यत्र कुत्रापि दोषः भवति वा? तर्हि वाक्यम् एवं भवति, अहं वदामि तदनन्तरं चिन्तयित्वा वदतु. आद्यपतनत्व अवच्छिन्न तदनन्तरं यत्किञ्चित् सम्बन्ध अवच्छिन्न कार्यता निरूपित इति अहं वदामि चेत् अत्र यत्किञ्चित् इति पदं मया प्रयुक्तं, किन्तु आद्यपतनत्वम् इति अपि मया पदं प्रयुक्तम्. आद्यपतनम् इति कीदृशपदार्थः? आद्यपतन इति क्रिया अस्ति अतः. सत्यं, क्रिया क्रियावती केन सम्बन्धेन भवति? समवायसम्बन्धेन. तर्हि इदानीं समवायसम्बन्धः न वदामि चेदपि आद्यपतनम् इति उक्तत्वात् आद्यपतनं तु केवलं समवायसम्बन्धेन एव भवति इत्यतः यदि आद्यपतनत्वावच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नत कारणता आश्रयत्वं गुरुत्वम् इति वदामश्चेत् अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति खलु? सत्यं सत्यं, केवलं समवायसम्बन्धेन एव आद्यपतनं फले अस्ति अतः. सत्यं, फले वा कन्दुके वा यत्र कुत्रापि कन्दुके समवायसम्बन्धेन एव अस्ति इति कृत्वा समवायसम्बन्धः इति साक्षात् न वदामश्चेत् अतिव्याप्तिः न भवति. न भवति तदेव, एक एव सम्बन्धेन तत्र अस्ति अतः इति कृत्वा अतिव्याप्तिः न भवति. तथापि लक्षणवाक्ये आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कारिता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयः गुरुत्वम् इति उक्तम्. किमर्थमिति चेत् तत्र असमवायीकारणमिति लिखितमस्ति खलु, तदर्थं असमवायीकारणस्य लक्षणं किं? समवायसम्बन्धनिच्छिन्न कारिता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता एव असमवायीकारणमस्ति खलु. तर्हि स्पष्टार्थम् एवम् उक्तमस्ति इति कृत्वा अत्र यदि समवायसम्बन्ध अवच्छिन्न कार्यता इति समवायसम्बन्धः तत्र त्यजामश्चेदपि किमपि हानिः नास्ति. नास्ति, सत्यं सत्यम् इति अग्रे पाठः प्रचलति. अस्तु, अग्रिमवर्गे समापयामः. अपि च अस्मिन्नेव विषये केवलम् अस्य प्रतिपादनार्थमेव करपत्रं निर्मितम्. अत्र करपत्रेषु जातिल्यं किमपि नास्ति, केवलं वदति भवतु इदानीं माता अस्ति लघुशिशुः अस्ति इति चिन्तयतु. माता आगच्छति चेत् लघुशिशुः अपि आगच्छत्येव. तर्हि न वदामश्चेदपि इदं भवतु, इदानीं लघुशिशुः इति त्यजतु. इदानीं भवान् आगच्छति इति चेत् भवतः हस्तः अपि आगच्छत्येव. आगच्छत्येव, सत्यं. न वक्तव्यं, किन्तु भवानपि आगच्छति, भवतः हस्तः अपि आगच्छति इति वदामश्चेत् क्लेशः नास्ति, दोषः नास्ति. किन्तु न वक्तव्यं, न वदामश्चेत् क्लेशः नास्ति, वदति चेदपि क्लेशः नास्ति. अत्र सन्दर्भः तादृशम् अस्ति इति कृत्वा उक्तं तावदेव. किन्तु न वदामश्चेत् क्लेशः नास्ति इति ग्रन्थकारः वदति, तदेव महोदयेन तत्र करपत्रे अपि उक्तमस्ति. तर्हि एतद् आधारीकृत्य कथं करपत्रं केवलम् एकवारं पठति चेत् अवगच्छति. अस्तु अस्तु अस्तु, अत्र स्थगयामः, अग्रिमवर्गे इतः पुनः चिन्तयामः. अस्तु महोदय, धन्यवादः, नमस्कारः. अपि च केवलं तत्र चिन्तनार्थं गृहपाठरूपेण एकं वदामि. अस्तु, अस्माभिः किं चिन्तितं, गुरुत्वं केवलं पृथिवी जले अस्ति, किन्तु वेगः कुत्र कुत्र अस्ति? जले, पृथिव्यां, तेजसि, वायौ, मनसि. मनसि. अपि च वेगः केन जायते? आद्यपतनक्रियया जायते, खलु? वेगः आद्यपतनक्रियया कर्मजवेगः जायते. कर्मजवेगः कर्मजवेगः जायते. आद्यपतनक्रिया एव तेजसि, वायौ, मनसि न भवति. किमर्थं? गुरुत्वं तेषु नास्ति. नास्ति गुरुत्वं नास्ति. तर्हि गुरुत्वं नास्ति, अतः आद्यपतनमेव तेषां न भवति, तथापि वेगः अस्ति इति स्वीकृतम्. सत्यं. तर्हि तेषु वेगस्य कारणं किम् इति चिन्तनीयम्. ओ अस्तु, अत्र न उक्तम्. बुद्धं खलु? हा, बुद्धं बुद्धं. तत्रापि मोमेण्टम् अस्ति, वेगः अस्ति, परन्तु वेगः अस्ति इति उक्तं, किन्तु आद्यपतनं तेषु न भवति, अपि च वेगस्य कारणम् आद्यपतनमेव भवति. तर्हि तेषु विद्यमानवेगस्य किं कारणं? अस्तु, अत्र स्थगयामः. अस्तु, धन्यवादः. धन्यवादः, नमस्कारः.